पद्मपुराणं खण्डं 4 ब्रह्मखण्डम् अध्यायं 5 शौनक उवाच कथयस्व महाप्राज्ञ पुत्रहीनो जनो भवेद् कर्मणा केन वै सूत पुत्रो भवति केन च सूत उवाच एतत्पृष्ठः पुरा ब्रह्म नारदेन महात्मना स यदाह तदा तं च शृणुष्व मुनिपुङ्गव नारद उवाच पितामहमहाप्राज्ञ सर्वतत्त्वार्थपारग अपुत्रो वै भवेन्मर्त्यकर्मणा केन पद्मजा वन्ध्यास्त्री वा भवेत् केन वृजिनेन ममाग्रदः कथय शृण्वदो वै मे सर्वप्राणिहिदेरद दुःखिता जायते केन कर्मणा वा नपुंसकः मृतवत्सो भवेत् केन मृतवत्सादिदुःखिता केन पुण्येन भो ब्रह्मन् पुनः पुत्रो भवेद्वद ब्रह्मोवाच कथयामि समासेन सावधानेन तच्छृणु वृत्तान्तं पृच्छसि त्वं वै शृण्वदां विस्मयप्रदं पूर्वजन्मनि यो मर्त्यो वर्तनं ब्राह्मणस्य च हरेद्वा हरयेदत्र पुत्रहीनो भवेत् किल इह जन्मनि यो मर्त्य पुराणश्रवणं हि च स सस्या भूमेर्दानं च कुर्याद्वै श्रद्धयान्विदः धेनुं बहुगुणां हैमीं बहुदुग्धां सदक्षिणां सुवर्णप्रतिमां चैव तस्य पुत्रो भवेद्ध्रुवम् पूर्वजन्मनि या नारी परबालकखादनं करोति कपडेनैव बालहीना भवेद्ध्रुवं सौवर्णप्रतिमादानं या नारी श्रद्धयान्विता कुर्यात्पानं ब्राह्मणस्य भक्र्या वै चरणोदकम् पुराणश्रवणं चैव दद्याद्वै बहुदक्षिणां बह्वपत्या जीववत्सा भवेन्नास्त्यत्र संशयः जले निमग्नं बालं यो दृष्ट्वा यानसमुद्धरेद इह जन्मन्यपुत्रो वै सा पुत्री च भवेद्ध्रुवम् वृषभं चैव कूष्माण्डं ससुवर्णं सवस्त्रकं दद्याद्दानं ब्राह्मणस्य कुर्यात् बालव्रतं शुभम् गौरीं कन्यां तथा कुर्यात् पुराणश्रवणं हि यः पुत्रो वै जायते तस्य सर्वपातकनाशनम् पूर्वजन्मनि यो मर्त्यो निराश्यं चातिथिं द्विज कुर्यात् क्रोधेन दण्डं च पुत्रहीनो भवेद्ध्रुवम् ब्राह्मणं चातिथिं चैव कुर्याद्भक्त्या प्रपूजनम् अन्नदानं जलं चैव तथा देवालयं शुभम् पूर्वजन्मनि या नारी भ्रूणहत्यां च यो नरः कुर्यात्सा मृतवत्सा च मृतवत्सो भवेद्ध्रुवम् या नारी स्वामिसहिता कुर्याच्च हरिवासरं सुपुत्रा भर्तृसुभगा भवेत्सा प्रतिजन्मनि यो नरो गोधनं कुर्याच्छूद्र कुर्याद्विमोहितः ब्राह्मणी हरणं वापि कर्मणा स नपुंसकः इदं तु वृजिनं कृत्वा पश्चात् पुण्यं करोति यः इह पुण्यप्रभावेण दुहिता जायते द्विज आसीत् त्रयदा युगे राजा श्रीधरो नामदो द्विज अपुत्रो धनवांस्तस्य जाया हेमप्रभावदी व्यासं सकलशास्त्रज्ञं सर्वलोकहितैषिणम् आगतं चैव पप्रच्छ चापुत्रोऽहं कथं द्विज उवाच नृपते श्रुत्वा वचनं विनयान्वितं राज्ञा दत्ते च पीठे च निर्मिते कनकादिभिः राजा राज्ञी तस्य पादौ धौदं कृत्वा जहर्षितौ पीत्वा पादोदकं द्वौ च सर्वपादकनाशनम् व्यास उवाच राजन् शृणुष्व यत्पृष्टमपुत्रो येन कर्मणा तवेयं राज्ञी चापुत्री चैकपत्नी व्रतस्तथा पूर्वजन्मनि चन्द्रस्त्वं नाम्ना वरतनुस्मृतः भार्या तवापि शुभ्राङ्गी नाम्ना वै शङ्करी स्मृता एकदा पधियातौ च नीचपुत्रं जलेऽपि च मग्नं दृष्ट्वा हेलया च गतौ स पञ्चतां गदः बहुपुण्यप्रभावेण राज्ञी राजा गदौ युवां तेन कर्मविभागेन युवा योर्न भवेत् सुदः राजोवाच इदानीं केन पुण्येन सुदो वै जायते प्रभो अपुत्रस्य मनुष्याणां जीवनं हि निरर्थकम् व्यास उवाच सवस्त्रं चैव कूष्माण्डं वृषभं ससुवर्णकं देहिदानं ब्राह्मणस्य कुरु बालव्रतं तथा गौरीं कन्यां तथा देहि पुराणश्रवणं कुरु पुत्रो वै जायते तत्र सर्वपादकनाशनं ब्रह्मोवाच इति श्रुत्वा ततो राजा व्यासोक्तं दानमुत्तमं पुराणश्रवणं चैव चकार गदगिल्बिषः ततः पुत्रो वर्षमध्ये बभूव सर्वपूजितः अभूद्राजा सार्वभौमसुन्दरः कुलनायकः सूत उवाच य इदं शृणुयाद्भक्त्या करोति दानमुत्तमम् अपुत्रो लभते पुत्रं संक्षेपात् कथितं मया भक्त्या श्रुत्वा तु या नारी कुर्यात् ब्राह्मणपूजनं सुपुत्रा सा भवेन्नित्यं शास्त्रोक्तविधिना द्विज सुवर्णं रजतं वस्त्रं पुष्पमाल्यं च चन्दनं यो दद्यात् पुस्तके भक्र्या सर्वपापप्रणाशनं पूर्वजन्मनि यो मूढो ब्रह्मबालकखादकः तस्य क्रूरो भवेत्पुत्रः सप्तजन्मान्तरैर्द्विजः इति श्रीपाद्मे महापुराणे ब्रह्मखण्डे ब्रह्मनारदसंवादे कर्मविपाककथनं नाम पञ्चमोऽध्यायः ॐ